समासचिन्तनवर्गे सर्वेषां स्वागतं. सूत्रं पठतु भगिनि. तत्पुरुषः द्विगुश्च द्वितीयाश्रितातीतपतितगतात्यस्त प्राप्तापन्नैः स्वयं तेन खड्वाक्षेपे सामि कालाः अत्यन्तसंयोगे च तृतीया तत्कृतार्थेन गुणवचनेन पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः कर्तृकरणे कृता बहुलं कृतेरधिकार्थवचने अन्येन व्यञ्जनं भक्ष्येण मिश्रीकरणं चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः पञ्चमी भयेन अपेतापोढ मुक्तपतितापत्रस्तैरल्पशः स्तोकान्तिकदूरार्थकृच्छ्राणित्तेन सप्तमी शौण्डैः सिद्धशुष्कपक्वबन्धिश्च ध्वाङ्क्षेण चेपे कृते ऋणे संज्ञायां तेनाहु रात्रावयवाः तत्र क्षेपे पात्रे समितादयश्च पूर्वकालैकसर्वजरपुराणन्नवकेवलाः समानाधिकरणेन दिक्संज्ञे संज्ञायां तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वो द्विगुः कुत्सितानि कुत्सनैः पापाणके कुत्सितैः उपमानानि सामान्यवचनैः उपमितं व्याघ्रादिभिः सामान्याप्रयोगे विशेषणं विशेष्येण बहुलं पूर्वापरप्रथमचरमजघन्यसमानमध्यमवीराश्च श्रेण्यादयः कृतादिभिः तेन नै विशिष्टेन सन्महत्य परमोत्तमोत्कृष्टाः पूज्यमानैः वृन्दारकनागकुञ्जरैः पूज्यमानं कतरकतमो जातिपरिप्रश्ने किं क्षेपे पोटा युवतिस्तोककतिपयदृष्टिधेनुवशा वष्कयणि प्रवृत्तृश्रोत्रियाध्यापकघूर्तैर्जातिः प्रशंसा प्रशंसावचनैश्च युवा खलति पलित वलिन जरसीभिः कृत्यतुल्याख्या अजात्या वर्णोवर्णेन कुमारश्रमणादिभिः चतुष्पादो गर्भिण्या मयूरवंशकादयश्च पूर्वापर उत्तर एकदेशी नैकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थतुर्याण्यतरस्यां प्राप्तापन्ने च द्वितीयया कालाः परिमाणिना नै ईषदकृता षष्ठी याजकादिभिश्च न निर्धारणे पूरणगुणसहितार्थ सदव्ययतव्यसमानाधिकरणेन तेन च पूजायाम् अधिकरणवाचिना कर्मणि च त्रिचकाभ्यां कर्तरी च नित्यं क्रीडाजीविकयोः कूगतिप्रादयः उपपदमतिङ् अमैवाव्ययेन तृतीया प्रभृतीन्यन्यतरस्यां कृत्वा च आं महोदय. नमस्ते महोदय. तत्पुरुषस्य अङ्गुलेः संख्याव्ययादेः अहस्सर्वैकदेशसङ्ख्यात पुण्याचरात्रेः अह्नोन्न एतेभ्यः न सङ्ख्यादेः समाहारे उत्तमैकाभ्यां च राजाहस्सखिभ्यष्टच् गोः अतद्धितलुकि अग्राख्यायाम् उरसः अनोष्मायः सरसां जातिसंज्ञयोः ग्रामकौटाभ्यां च तक्ष्णः अतेः शृणः उपमानादप्राणिषु उत्तरमृगपूर्वा च सक्नः नावोद्विगोः अर्धा च कार्याः प्राचां द्वितृभ्याम् अञ्चलेः अनसन्तान्नपुंसकाच्छन्दसि ब्रह्मणो जानपदाख्यायां कुमहद्भ्याम् अन्यतरस्याम् अथ षष्टिसमाससम्बन्धसूत्राणां पूर्वम् अपवादसूत्राणां चिन्तनम् अस्ति. अपवादसूत्राणि एवं नियमसूत्राणि इति शीर्षकमस्ति. अस्मिन् सर्वप्रथमम् आयाति पूर्वा पूर्व अपर अधर उत्तर एकदेशी एन एकदेशिना एकाधिकरणे पूर्वापराधर उत्तरमैकदेशीनैकाधिकरणे इति तस्मिन् तत्र सप्तसूत्र अष्टसूत्राणि सन्ति अपवादरूपेण. अर्धं नपुंसकं द्वितीया तृतीय चतुर्थ तृतीयान्यन्यतरसं कालापरिगणिना इति चत्वारि सूत्राणि षष्टितत्पुरुषसमासस्य नियमसूत्राणि सन्ति एवम् अपवादसूत्राणि च. एतानि सूत्राणि षष्टिसमासस्य नियमनं कुर्वन्ति. यतोहि एतानि सूत्राणि षष्टि इति नियमसूत्रस्य पूर्वनिपातनं क्रमं परिवर्तयन्ति. पूर्वनिपातनम् उपसर्जनं पूर्वम् इति पूर्वनिपातनं यत्र भवति तस्य तस्य परिवर्तनं क्रियते. एतानि सूत्राणि षष्टिसमासस्य समासस्य अपवादसूत्राणि च सन्ति. एतैः नियमनसूत्रैः षष्ट्यन्तस्य पदस्य परनिपादः भवति. तात्पर्यं यत् षष्ट्यन्तं पदम् उत्तरपदे भवति समासे इति. लोके पूर्वापराधर उत्तरमेकदेशीनैकाधिकरणे इति सूत्रस्य कार्यमेव सामान्यतया प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते. परन्तु व्याकरणे इदं सूत्रम् एकदेशीसमासः इति नाम्ना उच्यते. एतत् सूत्रं षष्टि इति सूत्रस्य अपवादः अस्ति इति कृत्वा पूर्वं प्रथमम् एतत् सूत्रमेव पठिष्यामः. पूर्व अपर अधर उत्तर इत्येतैः समर्थाः सुगन्धाः एकत्वसङ्ख्याविशिष्टेन अवयविना तद्वाचिना सुबन्धेन सह विकल्पेन समस्यन्ते तत्पुरुषश्च समासो भवति. अत्र उमा भगिनी पठति वा पूर्वापराधरोत्तरमेकदेशीनैकाधिकरणे इति सूत्रस्य विवरणम्? ओके ओके. पूर्वापराध उत्तर एकदेशिना एकाधिकरणे पूर्व अपर अधर उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते तत्पुरुषस्य समासो भवति. एकत्वसङ्ख्याविशिष्टेन अवयविना सह पूर्वादेः समस्यन्ते. एतत् सूत्रं षष्टितत्पुरुषसमासस्य अपवादः. एकदेशः इति शब्दः अवयवार्थी अस्ति. एकदेशी अवयवी ओके ओके शब्दसमुदायार्थी अस्ति. पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधोत्तरम्. एकदेशः अस्य अस्ति इति एकदेशी तेन एकदेशिना. एकं च तत् अधिकरणम् एकाधिकरणं तस्मिन् कर्मधारयः. सुभामन्त्रिते पराङ्गवत् स्वरे इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति. प्राक्कडारासमासः इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः. सः सुपा इत्यस्य अधिकारः. विभाषा इत्यस्य अधिकारः. तत्पुरुषः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रम् पूर्वापराधोत्तरं सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषः समासः. अत्र अवयव अवयीभावसमासमेव एकादिकरणे इति समासः इति आह्वयन्ते. अत्र अत्र भगिनि अवयव अवयवीरूपेण नास्ति. एकदेशी अवयवीशब्दः समुदायार्थे अस्ति, तत्र अस्ति न, तस्य अवयवी अस्ति, किन्तु अवयवस्य स्तरे पूर्वापर अधर उत्तर एतानि सुबन्धानि एव आयाति. न तु अवयव न तु अवयवरूपेण किमपि अस्ति चेत् तद् न समस्यते. केवलं केवलं चत्वारि वाक्या सुबन्धानि यथा पूर्व अपर अधर उत्तर इति चत्वारि पदानि अवयविना सह समस्यन्ते चेत् तत्पुरुषसमासः क्रियते अनेन सूत्रेण, न तु सर्वत्र अवयवविनः उल्लेखः नास्ति. तत्तु भिन्नविषयः अस्ति. अवयव अविना अस्ति चेत् सम्बन्धस्य सम्बन्धषष्टिः आयाति षष्टि इति सूत्रेण. अत्र अनुवृत्तिसहितसूत्रं विवृणोतु. अनुवृत्तिसहितसूत्रं पूर्व अपर उत्तर उत्तर उत्तरं सुप सुब सुप् एकदेशिना सुपासः एकाधिकरणे विभाषा तत्पुरुषसमासः. दट् इस् पूर्व अपर अधर उत्तर एतेषां सुबन्धपदं एकदेशिना सुपासः. दट् इस् अवयवी सारि अवयव अवयव अवयव अवयवे अवयवीना सुबन्तेन सह समस्यन्ते. अत्र एकाधिकरण विभाषा अधिकारः अपि अस्ति, तत्पुरुषसमासः सम्भवति. तत्र एकाधिकरणे इति विभक्ति किम्? एकाधिकरणे सप्तमी. तत् किं सूचयति? दट् इस् सप्तमी मीन्स् इट् इस् समासः सम्भवति अपर अपरे. तत्र अनुवृत्तिसहितसूत्रे एकाधिकरणे इति पदस्य मुख्यता अथवा विशिष्टता किम्? विशिष्टता सप्तमी. सो समासः टेक्स् प्लेस् समासः सम्भवति सप्तमी मीन्स् परे सम्भवति न तदा नास्ति. तत्र विषयसम्बन्ध इति विषयसप्तमी अस्ति. ओ एतैका एतात् एकाधिकरणविषये यदि पूर्व अपर अधर उत्तर एतानि सुबन्धानि अवयविना सह अधिकरणे एक अधिकरणे अस्ति चेदेव तत्र समासं कर्तुं शक्यते. अवयवी पूर्व अपर अधर उत्तर इति चत्वारि पदानि अस्ति. एकदेशिना इत्युक्ते अवयविना सह समस्यन्ते एतानि वाक्यानि. किन्तु एतानि वाक्यानि अवयविना सह समानाधिकरणे अस्ति चेत् एकाधिकरणे अस्ति चेत् एकाधिकरणे इत्युक्ते तत्र एकमेव अवयवी अस्ति इत्युक्ते एकवचन अवयवी, न तु बहुवचन अवयवी. ओ ओके ओके ओके परे आगच्छति. एक अधिकरणे इत्युक्ते अवयविना एक अवयविना पूर्वपरादर उत्तरं भवतु. किन्तु अधिकरणस्थाने बहुवचनमस्ति चेत् एतत् सूत्रं न कार्यं करोति इति कृत्वा एकाधिकरणे इति विषयमस्ति. अवगतं वा? अवगतम्. पठतु अग्रे. यथा पूर्वं कायस्य पूर्वकायम्, अपरं कायस्य अपरकार्यम्, अधरं कार्यस्य अधरकार्यम्, उत्तरं कार्यस्य उत्तरकायस्य सारि उत्तरं कायस्य उत्तरकायं, दट् इस् पूर्व अपर अधर उत्तर एतेषां अवयवी षष्ठी एकवचने एकवचनशब्देन सह समस्यते, तदेव तत्पुरुषसमासः. अत्र मुख्यतः किम् अस्ति? तत्पुरुषः अवयवी तत्पुरुषसमासः अवयवी षष्ठी अस्ति. सो पूर्वं कायस्य दट् इस् कायस्य अवयवी तत् अधिकं षष्ठी. सो षष्ठी तत्पुरुषसमासः भवति. तत्र षष्ठी इति प्रथमा उक्तत्वात् उपसर्जनं किं भवति? पूर्वम् अपरम् एतेषां प्रथमा निर्दिष्टं न समासोपसर्जनं. अत्र एतत् सूत्रं षष्ठी इति सूत्रस्य अपवादसूत्रम् अस्ति कृत्वा तस्य परिवर्तनं उपसर्जनपरिवर्तनं भवति. यदि षष्ठी इति प्रथमा निर्दिष्टम् अस्ति तस्य तत्कारणेन षष्ठ्यन्तं पदं पूर्वं भवेत् इति अस्ति. किन्तु अत्र पूर्वं कायस्य इति अत्र षष्ठी षष्ठी पदमेव पूर्व अपर उत्तर एतेषां सुबन्धपदपदेन सह पदानां सह समस्यन्ते. सो कायस्य इति षष्ठी इति तत्र विवरणेन दत्तं. सो पूर्वम् इति प्रथमा अस्ति न, पूर्वम् अपरं. सो तदेव पूर्वनिर्दिष्ट उपसर्जनसमासः. साधारणतया षष्ठी इति सूत्रेण षष्ट्यन्तं पदं पूर्वं भवति. षष्ठी षष्ठी पदं प्रथमा विभक्ति अस्ति चेत् देन् इट् इस् पासिबल्. तत् कारणेन एव एतत् सूत्रं षष्ठी इति सामान्यतत्पुरुषसमासस्य अपवादसूत्रम् इति उच्यते. इति कृत्वा पूर्वं कायस्य पूर्वकायं भवति, न तु कायपूर्वम्. Right, right. Because kāyasya sashti is explained there. Yasi jñātnyaha purusha iti asti chetatra sashti sātnya purvam bhavati na, rāja purusha bhavati na. Rājnyaha purusha. Tatra ātnyaha iti sashtyantam asti, tat purvam bhavati. इति कृत्वा राज्ञपुरुष राजपुरुषः वदति. तर्हि षष्ठी षष्ठी तत्पुरुषसमासः अत्र अपवादम्. ओके ओके ओके अवगतम्. इति कृत्वा षष्ठ्यन्तं पदम् उत्तरं भवति. ओके. पूर्वम् अपरम् अधरम् उत्तरम् एतानि चत्वारि पदानि अपवादरूपेण पूर्वं उपसर्जनं पूर्वं भवति. इति एव अपवादस्य मुख्यविषयम् अस्ति. रैट्, अवगतम्. अग्रिमपरिच्छेदं पठतु. अस्मिन् सूत्रे सारि सामान्यतया अवयविवाचकात् शब्दात् षष्टिविभक्तिः अपि च अवयववाचकात् प्रथमा भवति. अवयवी षष्टि अवयव प्रथमा. ओके. मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी, हस्तः अवयवः. मम शरीरम् अवयवी, हस्तः अवयवः. मम इति अवयविवाचकस्य पदस्य षष्टिविभक्तिः, हस्तः इति अवयवस्य प्रथमा विभक्तिः भवति. सो मम हस्तः, ओ अत्रापि मम प्रथमे आगच्छति न, पूर्वनिपाते. राज्ञः राज्ञः हस्तः राजहस्तः. राज्ञः पादः राजपादः, गुरोः चरणं गुरुचरणम्। ओके, एतेषां सर्वं षष्ठी षष्ठी वार्ता एव प्रथमे आगच्छति। षष्ठी सुबन्धमेव प्रथमे आगच्छति। ओके, सर्वत्र पूर्वपदस्य अवयविवाचकस्य षष्ठी भवति। यत्र पूर्वपदस्य षष्ठी विभक्तिः अस्ति तत्र षष्ठी तत्पुरुषसमासः इति व्यवहारः भवति षष्ठी इति सूत्रेण। षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति। ओके, तस्य अपवादत्वेन पूर्व अपर अधर उत्तर एकदेशिना एकाधिकरणे इति सूत्रम् उक्तम्। अनेन सूत्रेण षष्ट्यन्तस्य पूर्वनिपातनकर्मस्य परिवर्तनम् इष्यते। षष्ट्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति। ओके, what you explained, the same thing is now said, that is purva kayasya purvam iti vigrahe sati kaya purvam iti shashti tatpurusha samasaka syat shashti kaya purvam. Okay, shashti iti sutrena parantu atra purva kayaha iti samasaka ishyate tadartham purva apara adhara uttara ekadeshina एकाधिकरणे इति सूत्रं कृतम्। अयमेव एकदेशीसमासः इति उच्यते। एकदेशीसमासः, ओके, पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमा तत्पुरुषः इति व्यवहारः दृश्यते लोके। परन्तु शास्त्रे अयं समासः एकदेशीसमासः इति उच्यते। ओके, प्रथमा तत्पुरुषसमासमेव एकदेशीसमासः इति उच्यते। धन्यवादः। उषा भगिनी अग्रे पठतु। आं महोदय, यथा पूर्वं फस्ट् पार्ट्, पूर्वं कायस्य पूर्वकायः, पूर्वं कायस्य काययोगः ङस् योगः पूर्वयोगः सु। महोदय क्षम्यताम्, अत्र ध्वनिः अस्ति, चिन्ता मास्तु। पूर्वं कायस्य इति विग्रहवाक्ये पूर्वकायः इति समस्तपदं भवति। पूर्वं कायस्य इति विकल्पेन व्यस्तप्रयोगः अपि भवति। पूर्वकायः इति समासकृते पूर्वं कायस्य इति विग्रहवाक्ये कायस्य इति षष्ठ्यन्तं पदं, काययोगः नस् इति भवति। पूर्वं पूर्वयोगः सु एव भवति। काययोगः नस् योगः पूर्वयोगः सु, समस्तपदं पूर्वकाय पूर्व इति प्रथमा पूर्व इति पूर्वनिपातः भवति, तत्कारणात् पूर्वपदं भवति समस्तपदे। पूर्वापराधरोत्तरम् एकदेशिनैकाधिकरणे इत्यनेन पूर्व इति उपसर्जनसंज्ञा, प्रथमानिर्दिष्टं समास उपसर्जनसंज्ञा भूत्वा पूर्व इति पदम् उपसर्जनं भवति, पूर्वनिपातः भवति। काययोगः नस् योगः पूर्वयोगः सु, पूर्वयोगः पूर्व सु काय सुलोपा अनन्तरं तुपोधातुप्रातिपदिकयोः इत्यनेन ङस् सु प्रत्ययः, द्वयोः प्रत्ययोः लोपः भवति। काययोगः पूर्व इति स्थिते पूर्वयोगः काय इति सूत्रं उपसर्जनसंज्ञा भूत्वा पूर्वयोगः काय इति भवति। पूर्वयोगः काय पूर्वकायः इति समस्तपदम् अन्तिमरूपं भवति। एवंविधम् अपरं कायस्य अपरकायः, अपरं कायस्य काययोगः नस् योगः अपरयोगः सु। ओके, अधरं लोवर् पार्ट्, अधरं कायस्य अधरकायः, अधरं कायस्य इति व्यस्तप्रयोगं, काययोगः नस् योगः अधरयोगः सु। पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्? एकदेशिना इति पदस्य प्रयोजनं यत् पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रेण अवयविवाचकेन सुबन्तेन सह एव समासः भवति. यदि षष्ट्यन्तं पदम् अवयविवाचकं नास्ति तर्हि एकदेशिसमासः न भवति. यथा पूर्वं नाभेः कायस्य इति वाक्यम्, अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः. अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति एकदेशिसमासः न भवति. वयं पठितवन्तः पूर्वापरदरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रेण एकदेशिना इति पदेन अवयविवाचकेन शब्दं द्योतयति. अवयविवाचकेन शब्दम् अत्र षष्ट्यन्तं पदम् अवयविवाचकं नास्ति, एकदेशसमासः न भवति. पूर्वे नाभः नाभेः कायस्य, नाभेः षष्ट्यन्तं, पूर्वं नाभेः कायस्य, नाभेः अपि षष्ट्यन्तं, कायस्य अपि षष्ट्यन्तं. नाभेः इति शरीरस्य अर्धभागः एव. नाभेः पूर्वम् इति चेत् शरीरस्य अर्धभागः एव सूचयति. कम्प्लीट् शरीरं न सूचयति. नाभि स्वयम् अवयवम् अस्ति कृत्वा तत् एकदेशी न भवितुम् अर्हति. एकदेशी अवयवी अस्ति चेदेव एकदेशिना इति पदेन अवयविना इति अस्ति. नाभि स्वयम् अवयवम् अस्ति कृत्वा तस्य एकदेशित्वं न भवति. मुख्यविषयः ओके, नाभि इति स्वयम् अवयवम् अवयवपदं, कायस्य सो पूर्वनाभेः इति समस्तपदं न भवितुम् अर्हति, एकदेशिसमासः न भवति. आं महोदय, एकाधिकरणे ओके, पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्? एकत्वसङ्ख्याविशिष्टः चेत् एव एकत्वसङ्ख्याविशिष्टः चेत् एव अवयवी इति स्वीक्रियते. अवयवी एकवचनान्तः भवेत्. एकत्वसङ्ख्याविशिष्टेन अवयविना सहैव एकदेशिसमासः भवति. बहुत्वसङ्ख्याविशिष्टः अवयवी चेत् एकदेशिसमासः न भवति. यथा पूर्वच्छात्राणाम् इति उदाहरणे अवयवी छात्राणाम् इति बहुवचने अस्ति इत्यतः एकदेशिसमासः न भवति. पूर्वच्छात्राणाम् इति उदाहरणे भिन्ने पदे स्तः, पूर्वच्छात्राणाम् इति उदाहरणे भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः. पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रस्य कार्यार्थं न केवलम् अवयविभावः अपेक्षितः, अपि तु अवयवाः एकस्मिन् अधिकरणे स्यात्. पूर्वच्छात्राणाम् इति उदाहरणे छात्राणाम् इति अवयवी बहुवचने अस्ति, न तु एकवचने इत्यतः अत्र एकदेशिसमासः न जायते. तदर्थमेव एकत्व सङ्ख्याविशिष्टः अपेक्षितः, येन एकाधिकरणं सिद्ध्यति. एकत्वसङ्ख्याविशिष्टः चेत् एव समासः भवितुम् अर्हति. उदाहरणेन पूर्वश्छात्राणाम् इति उदाहरणे पूर्वापरादरोत्तरं या सो पूर्वश्छात्राणाम् इति उदाहरणे छात्राणाम् इति बहुवचनेन अस्ति. छात्राणाम् इति अवयवी वाचशब्दः बट् बहुवचने अस्ति. पूर्वः इति पूर्वापरादरोत्तरम् इत्यनेन पूर्व इति पदं पूर्वश्छात्राणाम् इति समस्तेन इति पदेन भवितुम् अर्हति, परन्तु छात्राणाम् इति बहुवचने अस्ति कारणतः एकत्वसङ्ख्या एव अपेक्षितः तत् कारणतः एकदेशीसमासः अत्र भवितुं न भवति. तत्र केवलं सन्ति एव अस्ति, सन्ति पूर्वः छात्राणां पूर्वश्छात्राणाम् एकदेशीसमासः जायते यदा पूर्वपदे पूर्व अपर अदर उत्तर इत्येषु किञ्चित् पदम् अस्ति. तर्हि प्रश्नः उदेति यत् लोके तु मध्याह्नः सायाह्नः मध्यरात्रः इत्यादीनि समस्तपदानि तु सन्ति, तेषां समर्थनं कथम् इति. लोके दृश्यमानपदाः अस्ति मध्याह्नः सायाह्नः मध्यरात्रः इत्यादीनि समस्तपदानि, समर्थनं किम् इति प्रश्नम् उदेति. पूर्वापरादरोत्तरम् एकदेशि नैकाधिकरणे इत्यनेन उत्तरपदम् अवयविवाचशब्दः अत्र मध्याह्नः इति पूर्णदिनं नास्ति. अण्ड् मध्याह्नः सायाह्नः मध्यरात्रः अण्ड् पूर्वपदमपि पूर्व अपर अदर अपि नास्ति, पूर्व अपर अदर उत्तर अपि नास्ति. पूर्वापरादरोत्तरम् एकदेशनैकाधिकरणे इत्यनेन पूर्व अथवा अपर अथवा अदर अथवा उत्तर इत्येषु तेषु पदम् अपेक्षते, तेषु एकपदम् अपेक्षते समस्तपदे. संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां गौ. संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां गौ इति सूत्रेण संख्यावाचिशब्दात् परस्य विशब्दात् परस्य तथा सायशब्दात् परस्य अन्नशब्दस्य ङी प्रत्यये परे विकल्पेन अहन् आदेशः भवति इति. संख्यापूर्वः विपूर्वकः सायपूर्वकः च अन्न अन्ह संख्यापूर्वकः विपूर्वकः सायपूर्वकः च अन्न इति शब्दः तदा एव लभ्यते यदा समासः भूत्वा द्वयन्हः व्यन्हः सायान्हः इति भवति. इदं सूत्रमेव ज्ञापकम् अस्ति यत् अहन् इति शब्दस्य समासः जायते अवयविवाचिना सुबन्तेन सह इति. इदं सूत्रमेव ज्ञापकम् अस्ति यत् अहन् इति शब्दस्य समासः जायते अवयविवाचिना सुबन्तेन सह इति. यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदमपि न सिद्ध्यति. तर्हि केन सूत्रेण एकदेशीसमासः जायते इति चेत् पूर्वापरादरोत्तरम् एकदेशीनैकाधिकरणे इति सूत्रेण एव समासः जायते. पूर्वापरादरोत्तरम् एकदेशीनैकाधिकरणे इति सूत्रस्य योगविभागं कृत्वा सायाह्नः इति समस्तपदं समर्थनीयं भवति, यतोहि सूत्रे तु सायम् इति अवयवबोधकं पदं नास्ति एव. ओके, आं महोदय, बट् द फैनल् सेण्टेन्स् ऐ डिण्ट् फालो. पूर्वापरादरोत्तरम् एकदेशीनैकाधिकरणे इति सूत्रस्य योगविभागं कृत्वा सायाह्नः इति समस्तपदं समर्थनीयं भवति, यतोहि सूत्रे तु अत्र पूर्वापरादरोत्तरम् एकदिश एकाधिकरणे सूत्रे तु सायम् इति अवयवबोधकं पदं नास्ति एव. किं वदति अत्र सूत्रम् अस्ति पूर्वादरादरोत्तरम् एकदेशीनैकाधिकरणे तस्य योगविभागम् उच्यते चेत् पूर्वपर अदर उत्तरम् इति पूर्व एकभागम् एकदेशीन एकाधिकरणे इति अन्यभागम् ओके योगविभागम् उच्यते चेत् द्वयोः भागस्य पृथक् पृथक् सूत्ररूपेण दृश्यति द्वयोः पृथक् सूत्र सूत्ररूपम् इति कृत्वा एकदेशिन एकाधिकरणे इति पदस्य कृते किमपि पदं पूर्वं भवति चेत् तत्र तस्य समर्थनं भवति समस्तपदं कृते इति कृत्वा सायम् इति पदं तत्र नास्ति चेदपि एकादेशिन एकाधिकरणे इति योजनेन साया इति पदमपि तत्र समर्थनीयं भवति कृत्वा सायाह्नः इति भवति मध्याह्नः मध्यरात्रः इत्यादि केवलं न पूर्वापरादरोत्तरम् इति एवं नास्ति. यदि योगविभागं कुर्यते चेत् एकदेशिन एकाधिकरणे अपि षष्ठ्यन्तं भवितुम् अर्हति षष्ठी तत्पुरुषसमासः भवितुम् अर्हति किन्तु तत्रापि पूर्वनिपातं पूर्व तस्य षष्ठम् अवयविवाचिना नास्ति भवति अपवादबलेन इति कृत्वा तत्रापि अह्न इति उत्तरपदं भवति रात्रा इति उत्तरं भवतं भवति पूर्वरात्रः मध्यरात्रः पूर्वान्नः सायान्नः मध्याह्नः इत्यादि सङ्ख्याविषय पूर्वस्य अन्नस्य अहन् एतत् सूत्रं किं उल्लेखितमस्ति तत् सूत्रे पाणिनिना स्वयं सायान्न इति समर्थनं कृतम् सङ्ख्या वि साया पूर्व तस्य अन्नस्य अन्नान्तरं नौ अत्र षष्ठी सप्तमी एकवचनस्य विधायकसूत्र अपवादसूत्रमस्ति नि इति प्रत्ययस्य योजनेन तत्र अहन् अह्नस्थाने अहन् आदेशो भवति इति अस्ति तत्र सूत्रस्य अर्थं तत् सूत्रं पूर्वापरादरत्रम् एकदेशीनैकाधिकरणे इति सूत्रेण कृतं किमपि सम्बन्धः नास्ति केवलं तत्र पाणिनिना स्वयं साया इति पदम् उपयुज्य निर्देशं कुर्यते योगविभागं कर्तुं शक्यते इति सूत्रस्य पूर्वापरोत्तरम् एकदेशिन एकाधिकरणे इति सूत्रस्य योगविभावं कर्तुं शक्यते तेन केन कारणेन साया मध्या इत्यादि पदानि अपि योगविभागबलेन षष्ठिसत्पुरुषसमासः एकदेशिन समासः भवितुमर्हति न तु षष्ठिसत्पुरुष पठामि वा महोदय वैयाकरणाः मन्यन्ते पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते एकदेशिसमासः च भवति इति वैयाकरणाः मन्यन्ते पाणिनीयसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयव वाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते एकदेशिसमासः च भवति इति तात्पर्ये यत् सर्वे एकदेशवाचकशब्दाः अहन् इति शब्देन सह समस्यन्ते एकदेशिसमासः च भवति अतः एव मध्याह्नः सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके. सूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सङ्ख्याविषयपूर्व इत्यनेन अहन् इति शब्दस्य सङ्ख्यापूर्व विपूर्व इत्यनेन अलाङ्ग् वित् दट् अहन् इति शब्दः अस्ति चेत् अहन् न अहन् इति शब्दस्य समासः जायते. ओके the substituted padam is anna or ahan. Ahan is the substituted. Anna is anna shabdasya ahan adeshah. Ahan adeshah bhavati. Ahan adeshah bhavati. Iti eva, iti krutva, saptami pradama, saptami ekavachane, chatvari rupani chityante. Ahan iti padasya. Ahani, anni, something. Ahani. Vidya Bhagini said that, yeah. अह्नि अहनि तत्र अहः इति अस्ति अह अहनि अह्नि अहानि किं तत्रापि अत्रापि अहनि इति अहनि अहनि अहनि सर्वत्र द्वितीयदिवचने अपि इति न अहनि अहनि अहनि किन्तु सप्तमी कृते एतत् सूत्रमस्ति साख्यावस्थाय पूर्वं केवलं नौ नि ओप् सुप् अस्ति न सप्तमी सप्तमी प्रत्ययः नि ओ सुप् तत्र नि इति नौ इति भवति सूत्रे तदेव अत्र नौ इति दत्तमस्ति नौ इत्युक्ते सप्तमी एकवचनप्रत्ययः तस्य कृते अह्न शब्दस्य अहनि आदेशः भवति विकल्पेन इति कृत्वा रूपद्वयं भवति अह्नीभि अहनीभि साधु एव तदेव त्रीणि रूपं द्वयोः रूपमेव तदनन्तरम् अस्ति कैचित् केचित् वैयाकरणाः मन्यन्ते इति अन्यविषयमस्ति तत् किं वदति वदतु द प्रीवियस् पेराग्राफ् वैयाकरणाः मन्यन्ते पाणिनीसूत्रस्य ज्ञापनेन यः ज्ञापितः भवति यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते एकदेशीसमासः च भवति इति तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः even the previous one I didn't get bhavati yat anye avayava vachi no no this one mahodaya vayyakaranaha manyante paninīya sutrasya jñāpanena vayyakarana kim manyante paninī sutrasya jñāpanena iti yaha jñāpitah sankhya visaya purva anna iti sutrena paninīna tasmin sutre saya ahan iti sutrasya ullekham yatra kṛtam तत्र सायान्नः इति सप्तमी एकवचने सायाह्न सायान्नि अथवा सायाहनि इति रूपद्वयं साधु इति उक्तम् अस्मिन् सूत्रविवरणम् इति कारणतः पाणिनिना स्वयं साया इति पदम् एकाधिकरणवचने उपयुक्त्वा तस्य पाणिनिसूत्रमेव ज्ञापनं भवति अवगतं महोदय तत्कारणेन योगविभागस्य विशेषता दृश्यते अस्मिन् प्रयोगे इति कृत्वा अतः एव मध्याह्नः समासः दृश्यते लोके यदि पाणिना अस्मिन् सूत्रमेव सूत्रमेव अथारिटि इति उल्लेखः न अस्ति चेत् कथं मध्याह्न सायाह्न इति लोके केन सूत्रेण भवति इति प्रश्न उदेति. आम् महोदय, अवगतं. या केचित् वैयाकरणाः मन्यन्ते यत् संख्याविषयपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रं सर्वेषां कालवाचकशब्दानां कृते अपि ज्ञापकम् अस्ति इति. ओके, नाट् ओन्लि फर् सायाह्नः लैक् दट्, इट्स् लैक् फर् आल् द कालवाचकशब्दानां कृते अपि ज्ञापकम् अस्ति इति. अनेन कारणेन न केवलम् अहन् इति कालवाचकं विषये अपि तु सर्वे अवयववाचिनः सर्वैः कालवाचकशब्दैः सह समस्यन्ते, एकदेशिसमासः च भवति. सारांशः यत् एकदेशवाचकः सुबन्तः कालवाचकेन सुबन्तेन सह समस्यते इति ज्ञापितं भवति. अतः एव रात्रेः मध्यं मध्यरात्रः इति भवति. रात्रेः पश्चिमं पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति. आम् आं महोदय, संख्याविषयपूर्वस्य अन्नस्य अहन् अन्यतरस्यां नौ इति पाणिनिसूत्रेण पाणिनिना एव उक्तं विसाय इति पदं पाणिनिना कृतं. तत्कारणतः साय इति पदेन अपि न सर्वकालवाचकशब्दानां कृते अपि तत् सूत्रं समर्थनं क्रियते. कालवाचकशब्दानां समासः भवति चेत् यत् एकदेशवाचकः सुबन्तः कालवाचकेन सुबन्तेन सह समस्यते इति समर्थनं कर्तुं भवति संख्याविषयपूर्वस्य अन्नस्य इति पदेन इति सूत्रेण. अतः एव साय इति पदम् उदाहरणरूपेण पाणिनिना अस्मिन् सूत्रे साया इति अहन् शब्दस्य सहितं कृत्वा एकदेशीनैकाधिकरणसूत्रं कृतं स्थापितं सायान इति शब्दस्य समासं कथं जायते इति. तत् आधारीकृत्य वैयाकरणं किं मन्यन्ते? केवलं साय अहन् इति शब्दस्य नास्ति, कालवाचिनः एकाधिकरणे एकादि अस्ति चेत् अवयववाचि अस्ति, अवयवी अस्ति, तस्य पूर्वं योगविभागबलेन तत्र पूर्वं परादर उत्तरं सायन्न मध्य पूर्व इत्यादि पदानाम् अवयव समस्तनं कर्तुं शक्य. यदा पूर्वदिनं पश्चिमदिनम् इत्यादि दिनम् इति कालवाचकशब्दः अस्ति न, तत्रापि पूर्वम् इति तत्र एकदेशी एकाधिकरणे इति सूत्रेण समासनं कर्तुं शक्यते. तदा कालवाचकशब्दः इति अहन् इति शब्दस्य अर्थे एव नास्ति, सर्वकालवाचकशब्दः इति समस्यते. वि आर् डूयिङ्ग् द जस्टिफिकेशन् फार् मध्यरात्र पश्चिमरात्र इत्यादीनि समस्तपदानि. रात्र इति रात्रि इति कालवाचकं, किन्तु तत्र दिन अस्ति चेदपि एकदिन पूर्वदिनं मध्यदिनं तदपि कालवाचकशब्दम् अस्ति कृत्वा पूर्वदिनं मध्यदिनम् इत्यादि समस्तपदं शक्यते. अवगतं वा? आं महोदय, मध्याह्नः मध्यरात्रः. पुष्पा भगिनी पठितुम् इच्छति वा? नो चेत् उमा भगिनी पठतु उदाहरणम् अत्र सायानस्य प्रक्रिया. धन्यवादः उमा भगिनी. न श्रूयते वा? श्रूयते महोदय. उमा भगिनी नास्ति इति चिन्तयामि. पुष्पा भगिनी अपि न भवती एव पठतु भगिनि. अस्मि अस्मि अस्मि. कुत्र गतम्? अत्र एव अस्मि कम्प्यूटर् सामने. We didn't hear you, Bhagini. Not able to hear me. No, why? Now we are here. Now we can hear. No, I just kept quiet because you are talking and then I was listening to that. That's all. Okay. Sayam annaha, sayannaha. Sayam annaha. Vyastha prayogam. Alaukika vigraha bhavati. Sayam. तु सायसु अहन् न्यस् इति सायान्नः. ओके, सायं प्रथमनिर्दिष्टं पूर्वपदम्. ओके, सर्व अपि एकदेशे अन्नाः समस्यते. सङ्ख्यादिसायपूर्वस्य अन्नस्य अन्यतरस्यां सरि अन्नस्य अन्यतरस्यां ञौ इति सूत्रमेव ज्ञापकम् अस्ति. सङ्ख्याविसायपूर्वकस्य अन्नस्य पूर्वक नास्ति पूर्वस्य पूर्वस्य अन्नस्य अन्न अन्यतरस्यां अहन् अन्यतरस्याम् अन्नस्य अहन् अन्यतरस्याम्. ओके, संख्यादि पदच्छेदं पदच्छेदं पश्यतु. संख्या आदि साय पूर्वस्य अह्न अह्नस्य अहन् अहन् अन्यतरस्य नौ इति संख्यादि साय पूर्व संख्या सारी संख्या विसाय पूर्वस्य अन्नस्य अन्न अन्यतरस्यां ञौ. संख्या वाच संख्या वाचक संख्यावाचिक संख्यावाचिक शब्दात् परस्य वि शब्दात् वि शब्दात् परस्य तथा सायकशब्दात् परस्य अन्नशब्दस्य ञी प्रत्यये परे विकल्पेन अहन् आदेशः भवति. ओके, यदा अन्न शब्दः समासस्य उत्तरपदम् उत्तरपदे आगच्छति तदा तस्य समस्तपदस्य पूर्वपदं कश्चन संख्यावाची शब्दः अस्ति यथा एक द्वि त्रि आदयः. उत वि शब्दस्य अस्ति उत सायशब्दः अस्ति तर्हि सप्तमी एकवचनस्य ञी प्रत्यये परे अन्नः शब्दस्य वैकल्पिकः अहन् आदेशः. अत्र संख्याविसायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ञौ इति सूत्रम्. अत्र संख्यावाचकः शब्दस्य एक द्वि त्रि आदयः अथवा विशब्दः अस्ति चेत् विशब्दः देन् अथवा सायशब्दः अस्ति चेत् तर्हि सप्तमी एकवचनस्य ञी प्रत्यये परे अन्नः शब्दस्य वैकल्पिकः अहन् आदेशः. सो इट् केन् बि ईदर् अन्न आर् अहन् रूपद्वयमस्ति अहन् अह्न योग ञी अथवा अहन् योगः ञी वैकल्पिक मीन्स् बोत् आर् पासिबल्. समासप्रक्रियायां सुप् प्रत्ययोः यदा लुक् भवति तदा सायुगः अहन् इति स्थितौ राजाः सन् किं पृष्टचित्रेण तत्पुरुषसमासस्य उत्तरपदरूपेण अहन् विद्यते चेत् तत्र टच् इति समासान्तप्रत्ययः विद्यते साय अहन् टच् साय अहन् अ इति भवति साय अहन् अ अधुना अन्नोन् एतेभ्यः इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते तस्मात् समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अन्नः आदेशः भवति साय योगः अहन् योगः असायम् इति पदम् एकदेशवाचकमस्ति कुत्र समासान्तप्रत्यये प्रत्यये प्राप्ते अहन् शब्दस्य अन्नः आदेशः ओके अन्नः आदेशः भवति साय प्लस् अहन् साय योगः अहन् योगः अ सायम् इति पदम् एकदेशवाचकमस्ति उत्तरपदे अहन् इति शब्दं विद्यते समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन् शब्दस्य अन्नः आदेशः भवति ओके सो अत्र ओके फुल् सायुगः अन्नयोगः अ इति भवति सायुगः अन्नयोगः अ अग्रे यस्य इति च इत्यनेन भसंज्ञस्य अङ्गस्य आवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति अहः इत्यस्य अन्तिमस्य अकारस्य लोपः भवति साय योगः अन् अ तत्र अत्र अकः सवर्णदीर्घः इत्यनेन सवर्णदीर्घसन्धि कृत्वा सायान्न इति प्रातिपदिकं सिद्धं भवति ओके अत्र अन् अहन् इति शब्दम् अन्न इति सम्भव आदेशः स्वीकरोति चेत् तत्र सूत्रेण वदामि इति सूत्रेण भवति वा अथवा अन्नो अन्य एतेभ्य इति सूत्रेण भवति वा नो अत्र अन्न आदेशः भवति चेत् ओके दट् इस् अहन् ओन्लि No, I got confused. I want you to concentrate. You are just reading it without applying your mind. Okay. You are right. That is why I have to trick your mind to stop thinking in a, you know, railway track type. Ahan shabdasya anna adesha bhavati. There are two sutras in our radar. One is sankhya visaya purvasya annasya anyatarasya tatra ahna iti shabdasya ahana adesha bhavati kintu atra kim vadati ahan shabdasya anna adesha bhavati reverse yes tadeva so annone etibhyah अन्नोन एतेभ्य इति सूत्रेण एव भवति इति कृत्वा तस्य कृते साया अहन् योगः आ अधुना अन्नेन एतेभ्य इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकशब्दः अथवा अवयववाचकशब्दः पूर्वपदरूपेण विद्यते तदा अहन् शब्दः उत्तरपदरूपेण विद्यते कण्डीशन्स् आर् टु उत्तरपदम् यु फिक्स् द उत्तरपदम् आस् अहन् इन् द पूर्वं किं शक्यते सर्वशब्दः सङ्ख्याशब्दः एकदेशवाचकशब्दः अव्ययवाचकशब्दः इति कृत्वा वन् टु त्री फोर् टैप् आफ् वाचकः पूर्व अहन् शब्दस्य पूर्वे अस्ति चेत् अहन् शब्दस्य पूर्वे सर्व सर्वसङ्ख्या अथवा एकदेश अथवा अव्ययशब्दः तत्र किं भवति अहन् शब्दस्य अह्नादेशः अन्नोन्येजेभ्य इति सूत्रेण इति मुख्यविषयमस्ति. तदनन्तरं साचास्थकिभ्यष्टच् इति सूत्रेण प्रत्ययविधानं भवति, टच् विधानं भवति. यदा टच् विधानं भवति तत्र किम् आयाति भासंज्ञकस्य लोपो भवति यस्येति च इति सूत्रेण. यस्येति च सूत्रं किं वदति, यस्मिन् भासंज्ञकस्य लोपः भवति तत्र कदा अवर्णस्य इवर्णस्य च ईकारे परे अथवा तद्धितप्रत्यये परे च लोपः भवति इति. अत्र किम् अस्ति, अवर्ण अस्ति इति कृत्वा भासंज्ञकस्य लोपः भवति कृत्वा अन् इति पदस्य लोपः भवति. अहन् अहन् इति किमस्ति, अहन् शब्दस्य अन् आदेशः भवति. तत्र अन्तिम अकारं दृश्यते न, अह्न इति पदस्य तत्र अन्तिमभासंज्ञस्य इति किम् अस्ति, अकारमेव भासंज्ञः अस्ति, तस्य लोपः भवति. तदनन्तरं टच् प्रत्ययस्य अकार आयाति. ओके, तत्र तत्र अकसवर्णदीर्घ कुत्र कुत्र आयाति, साय प्लस् अन्न सायान्न प्लस् असायान् प्लस् असायान्न. तत्र अकसवर्णदीर्घ केवलं साया योग अहन् इति शब्दे एव आयाति अकसवर्णदीर्घ. अहन् अत्र आ इति यस्येति च इति लोपं भूत्वा तत्र पूर्व अकारस्य लोपं भूत्वा अकार टच् अथवा टच् प्रत्ययस्य अकारं योजनीयं. तत्र अन्न एतावत् पूर्ववत् दृश्यते किन्तु प्रक्रिया तु अस्ति एव. अह्न इति अन्तस्य यस्येति च इति न अन्तिम अकारस्य लोपं भूत्वा भासंज्ञकस्य लोपं भूत्वा आ टच् इति प्रत्ययस्य अनुबन्धलोपानन्तरम् अकारमेव अवशिष्यते. तद् योजयित्वा स अन्नः इति पूर्ववत् भवति. किन्तु साया इति अत्र अकारान्तमस्ति, अन्न इति अकारपूर्वम् अस्ति, अकसवर्णे दीर्घ इति कृत्वा सायान्नः इति दीर्घयाकार भवति इति प्रातिकरूपं चित्तं भवति प्रक्रिया. अत्र अत्र सूत्रद्वयमस्ति, तत् वर्गे न पाठितम् इति कृत्वा तत्र स्थगयामः. वर्गे पठित्वा पुनः अवलोकनं कुर्मः. प्रश्नः अस्ति वा, नो चेत् विरमामः. प्रश्नः नास्ति महोदय. अहन् अहन् आदेशः देन् अन्ह अगेन् टर्न् इट् बेक् टु अन्ह अण्ड् देन् एड् दि अकार. Actually speaking, there are, if you look into Vyakarana, there are two words which are the most complicating in the Vyakarana. One is the Go Shabda, the other one is Ahan Shabda. Ahan Shabda. There are so many sutras for these two padas. Anyway, we'll learn it as and when we come across. Here, this Ahan Shabda, I just went to one day to, because Devagini was telling to collate all the Ahan Shabda. Then I found that and it's not possible because not only it is in the sutra, there are equal number of Vartikas also. I was not able to locate the Vartikas. So then I left up my project. Otherwise, I was planning to write in a small note on Ahan Shabda alone. Then I found that where will I find the Artikas unless I study the entire Ashtadhyayi. Then I left it. See, there was a question by Sriram Mahodaya in the one the previous varga. How do we use the word annasya? Because if you look at the shashti of the anna, it should we have only been read anna. Right. We should have read it as anna. But sutra kim vadati annasya. Annasya. Kena karanena? Annasya, it means like a akaranta padam. Tatra anna iti pratipadika rupena na svikritam. Tatra anna iti akaranta nyapakat padam iti svikritya tatya akarantasya shashti bhavati annasya iti. That is the reason. Otherwise, it should have been ahan anyatarasya. But here he has added annasya. So much of confusion with ahan and ratri. And ratri also. Ahan, ratri also is equally good. Ahan, ratri, go. Go ratti da duki. Go hotaddi ta luki. Even this annen anhonayate bhyaha, that also comes there. And There is just one sutra, ahan. There is one sutra, ahan only. After that, there are about 4-5 apavadas for ahan. Ooh. In the Panini Prakriya itself, if you look at the in the Panini Sutra Pada, you will find that. See, this is the, this sutra is ahan alone. There is nothing else. What does it say? Padasya purvatra siddham. Ahan padasya purvatra siddham. Padasya anna ru adesha bhavati. Ah, 8-68. Rutvam bhavati. Ahan nidhi ityasya padahandasya rutvam bhavati. Ahar idhi nakarasya sthane refa ayati. इति कृत्वा अहर् अहर्निशम् इति वदति अत्र पश्यतु इति तदनन्तरं रोसुपि आल् दीस् टाङ्ग् आर् टाकिङ्ग् अबौट् अहन् रोसुपि इस् अबौट् अहन् दिस् वन् इस् अबौट् अहन् दिस् वन् आल् मध्यते भुवश्च तदपि अहन् अस्ति सो देर् आर् सो मेनि सूत्रास् अपवाद फोर् द अहन् So where and to apply what? Yeah, that, if you look at that Rosupi, that is a reversing in the whole thing. Oh. What is the Raha Asupi. Iti Asupi. Ahan iti anvurti bhavati. Tatra padasya ahanasya Asupi Raha. So what I said, ahan ityasya nakarasya padate refadesha bhavati parantu सुप्रत्यये परे न भवति नियम सूत्रमस्ति विषान्नः आल् देट् ऐडो हौ हि मेड् द सूत्र हि वास् कन्फ्यूस्ड् अट् आल् प्रकृतसूत्रस्य सुप्रत्ययस्य लुकीकृते वदति बाध्यबाधकभावः असुति इति प्रत्ययविषेदः वार्तिकमस्ति वार्तिकं स्विचार ऐ गोट् कन्फ्यूस्ड् सुप रात्रि इति अनन्तेषु ऋत्वं वाच्यम् इति रो सुति इत्यस्य अहं इति देन् ऐ थोट् ऐ कान्ट् वर्क् आन् देट् ऐ एम् नाट् अ व्याकरण सि अनदर् वार्तिकम् इस् दट् सि Then you see, then another one. So let ahan be remain ahan. Fine. चलो ओके धन्यवादः महोदय धन्यवादः धन्यवादः नमस्कारः नमस्कारः भगिनी बाय या नमस्कारः या बाय बाय